नमस्कारः। अस्माकं विषयः अस्ति कर्मणि प्रयोगः वर्तमानकाले लट् लकारे। अस्तु, तर्हि कर्तरिप्रयोग एवं कर्मणि प्रयोगविषये गतसप्ताहे वयं पठितवन्तः। तर्हि स्मारयति, कः स्मारयति? भगिनी स्मारयति वा किमासीत् कर्तरिप्रयोगे उदाहरणम् एकं? कर्तरिप्रयोगे एकं द्वे एकं नियमः कर्मणि प्रयोगे त्रीणि एकम् एकं नियमः तर्हि एकं द्वे एकम् इत्युक्ते किं? कर्तुपदम् एकं कर्मपदं द्वे द्वितीयाविभक् हा कर्तृपदस्य कर्तृपदस्य एकं कर्मपदस्य द्वे कर्तृपदस्य प्रथमा विभक्ति कर्तृपदस्य वचनं पुरुषं च क्रियापदम् अनुसरति खलु। अन्तिम एकम् एकं द्वे एकं खलु, अन्तिम एकं यत् क्रियापदस्य एकमस्ति, किमर्थम् इत्युक्ते तत् कर्तृपदस्य वचनं एवं पुरुषः च अनुसरति। तर्हि एकम् एकं द्वे एकम् अस्तु, समीचीनमस्ति। महोदय कर्मणि प्रयोगे वदति वा सूत्रम्? सूत्र इत्युक्ते त्रीणि एकम् एकं, त्रीणि एकम् एकम् इति सूत्रमस्ति खलु, तर्हि त्रीणि इत्युक्ते किं? त्रीणि इत्युक्ते किं? तृतीया विभक्ति एकवाचनं, तृतीया विभक्ति कस्य कस्य तृतीया विभक्ति? कर्तृपदस्य, कर्मपदस्य, क्रियापदस्य? समीचीनम्, कर्तृपदस्य तृतीया विभक्ति इत्युक्ते त्रीणि। अनन्तरम् एकं प्रथमाविभक्ति, समीचीनम्। अन्तिमम् एकं क्रियापदं किम्? अन्तिम एकमस्ति क्रियापदं कर्मपदस्य वचनम् एवं पुरुषः अनुसरति इति अस्ति। अस्तु, सर्वे एकमेकम् उदाहरणानि वदन्तु कर्मणि प्रयोगे। अस्तु महोदय, कुशलमहोदय आरम्भं करोतु, एकम् उदाहरणं कर्मणि प्रयोगे स्वस्य भाषया वदतु। मया पुस्तकं पठामि। कर्तरिप्रयोगे अपि वदतु, प्रथमे कर्तरिप्रयोगे वदतु, तस्य उदाहरणं कर्मणि वदतु। अहं पुस्तकं पठामि। समीचीनं। मया तृतीय पुस्तकं पठामि, पठ्यते। समीचीनमस्ति। अस्तु महोदय, शालां न गच्छति, शालां गच्छति। सम्यक्तया वदतु एकवारं सम्यक्तया। शालां गच्छति, रामे चिन्तयतु। अस्तु महोदय, बालकः पुस्तकं पठति, पठति एकवारम् अभवत्, तेन एव क्रियापदं वदति चेत्। पुरुषः नगरं गच्छति, पुरुषेण नगरं गम्यते। समीचीनम्, अग्रे भगिनी। बालकः देवालयं गच्छति, गच्छति अभवत् इदानीं पठति अपि अभवत् अन्य कोऽपि बालकः भोजनं खादति खादति समीचीनं बालकेन भोजनं खाद्यते खाद्यते समीचीनमस्ति अस्तु महोदय बालकः वृक्षं पश्यति बालकेन वृक्षः पश्यते दृश्यते समीचीनमस्ति समीचीनमस्ति इति प्रथमम् अस्ति वृक्षः इति तत् सम्यक्तया उक्तवान् भवान् बालकः वृक्षं पश्यति इति कर्तरिप्रयोगे एकं द्वे एकं कर्मणि बालकः वृक्षः इति आवश्यकं वृक्षः पश्यति इति दृश् इति धातुः अस्ति धातुः यकारः ते इति कर्मणि प्रयोगे तर्हि दृश् धातुः यकारः ते दृश्यते इति अस्ति समीचीनम् अस्ति अस्तु महोदय वदतु रामेण बाला बाला गच्छन्ति महोदय सहायं करोतु कृपया वदतु सहायं करोतु न कर्तरि कर्तरि वदतु रामः शालां गच्छति पठनीयमस्ति खलु महोदय चिन्तनीयमपि अस्ति गम् इति धातुः अस्ति तर्हि गम्यते अस्तु अस्तु समीचीनं सरिता भगिनी अस्ति वा अस्तु अस्तु एकम् उदाहरणं वदतु स्वस्य भाषया वदतु वयं गुरुं नमामः गुरुणा वयमस्ति खलु अस्माभिः क्षम्यतां क्षम्यतां गुरुः अस्माभिः गुरुः नम्यन्ते अस्माभिः अस्माभिः गुरुः नम्यते इदानीं समीचीनमस्ति समीचीनम् अस्तु महोदय एकवाक्यं यूयं चषकान् नयत एकं द्वे अत्र यूयं बहुवचनमस्ति चषकान् बहुवचनं नयत यूयं वदस्य बहुवचनमस्ति कर्मणि प्रयोगे त्रीणि एकम् एकम् त्रीणि यूयं युष्माभिः चषकान् अस्ति चषकाः त्रीणि एकम् एकं चषकाः पदस्य वचनं वचनं अनुसरति खलु अतः नीयते नीयन्ते बहुवचनमस्ति अतः समीचीनमस्ति समीचीनमस्ति अस्तु सर्वे इदानीं जानन्ति अस्तु अग्रे तर्हि अभ्यासाः अस्माकम् अभवत् गतसप्ताहे अद्य अग्रे गच्छामः प्रायशः अस्माकं किम् अभवत् प्रथमद्वितीय अभ्यासाः अभवन् पुनः कर्तुं शक्यते शीघ्रमेव केवलम् अभ्यासाः भवन्ति अद्य समापयामः तर्हि अस्तु अस्तु प्रश्नः वदतु अग्रे आयाति खलु अग्रे आयाति अभ्यासः खलु प्रश्नः वयं करिष्यामः कुत्र दायक वा तत्र त्रुटिः अस्ति त्रुटिः नास्ति व्याकरणतया सम्यक्तया वदामि अहं वदामि तत्र गा धातु नास्ति, गै इति अस्ति, वदामि तत्र तत्र आगमिष्यामः, इदानीं न तत्र पुस्तके सम्यक्तया दत्तं नास्ति। अस्तु समीचीनमस्ति तर्हि। सरिता भगिनी आरम्भं करोति वा प्रथमाभ्यासः अद्य अधः अधः क्रियापदैः? सम्यक्तया न श्रूयते, दूरवाणी कृपया मुखस्य समीपे स्थापयतु। आम् आम् अत्र अधः क्रियापदैः सह मूलधातवः अपि निर्दिष्टाः सन्ति, तेषां यथा निर्देशं कर्मणि रूपं लिखत। पठति, पठति लट् लकारे अस्ति, पठ् इति धातु अस्ति मूलधातु, पठ् अधिकय अधिकते पठ्यते, तथा जपति अस्ति मूलधातु अस्ति जप्, जप् अधिकय अधिकते जप्यते। समीचीनमस्ति, अग्रिमं करोतु। आप्नोति अस्ति आप् धातु, आप् अधिकय अधिकते आप्यते। समीचीनम्, अस्तु महोदय। आप्नोति इति किं किम्? आप्यते, पश्यतु अत्र अत्र लिखितमस्ति पठ् इति धातुः, धातुः अधिकं य अधिकं ति इति सूत्रम्, अस्तु अग्रे पश्यति धातु अस्ति पुरुष, पुरुष अधिकया अधिकते दृश्यते, अग्रिमं जानाति जानाति अधिकं या अधिकं ते ज्ञायते ज्ञायते ज्ञायते। समीचीनम्, अग्रे भगिनि। इच्छति इश् अधिकं ये य अधिकं ते इष्यते, जिघ्रति घ्रा अधिकं य अधिकं ते घ्रयति। समीचीनम्, अग्रे महोदय। सहति धातु अस्ति सहतियं य अधिकं ते सह्यते, वन्दते वन् अधिकं य अधिकं ते वन्द्यते। समीचीनं, समापयतु महोदय। सेवते सेव् धातु सेव्यते, इच्छते वि अधिकम् इच्छ, इच्छति धातु इच्छते इति, परन्तु वि उपसर्गं मिलित्वा इच्छ्यते, लभते लभ्यते। समीचीनम्, अग्रे महोदय। कुशलं महोदय, अर्थं सर्वे जानन्ति वा? जिघ्रति जानन्ति वा सर्वे? जिघ्रति अर्थं महोदय जिघ्रति, घ्राणं खलु नासिकायां भवति, घ्राणं घ्राणम् इन्द्रियः, घ्राणेन्द्रियः नासिका। सहते सहति वा सेवते? हा तथा अस्ति, तदेव सेवते सेवा सेवा, इच्छते इच्छते पश्यते इति अस्ति अर्थाः। आप्नोति किं भगिनी, किम् अस्ति आप्नोति महोदय? महोदय किं आप्नोति तथा नास्ति, प्राप्नुमः इति प्राप्नोति आप्नोति शक्नोति इति कार्यं कर्तुं शक्नोति, तथा महोदयेन उक्तं शक्नोति। आप्नोति इत्युक्ते महोदय दूरवाणीम् आप्नोतु इति, स्वीकरोति तथा अस्ति अर्थम्। अस्तु समीचीनम्, अधस्तन् अधस्तन् नास्ति अधस्तन प्रयोगवाक्यानि कर्मणि प्रयोगवाक्यत्वेन प्रतिवर्त्रे परिवर्त्य सः पाठं पठति पठति तेन पाठः तेन नास्ति महोदय तेन पाठः पठ्यते अग्रिमं छात्रः प्रश्नं पृच्छति पृच्छति छात्रः छात्रेण प्रश्नः पृच्छते समीचीनम् अग्रे महोदय पाचकः तण्डुलं पचति पाचकेन तण्डुलः पच्यते समीचीनं सरिता भगिनी अग्रे एकनिमिष हा हा हा कुत्र अस्ति अहं हा चतुर्थ अहं कथां जानामि अहं कथां जानामि मया अहं मया कथा ज्ञायते समीचीनम् अग्रे महोदय मित्रं पत्रं वेशयाति प्रेष दातु मित्रेण पत्रं प्रेष्यते समीचीनमस्ति महोदय अग्रे भगिनि महिला शाटिकां क्रीणाति महोदया शाटिका क्रीयति समीचीनम् अग्रे एषः विषयं शृणोति एतेन विषयः शून्यते श्रूयते श्रूयते श्रूयते दाता ध्वनिं श्रावयति भ्रात्रा ऋकारान्तं प्राप्नोति भ्रात्रा ध्वनिं श्रावयते समीचीनम् अग्रे महोदय स्वामी सेवकं सूचयति सूचयति स्वामिना सेवकः सूच्यते अग्रे महोदय पक्षः देवं वन्दते पक्षेन देवः वन्द्यते सरिता भगिनी अग्रे धीरः कष्टं सहते धीरेण कष्टं सह्यते कष्टं वा कष्टः वा नपुंसकं वा अस्तु अस्तु समीचीनं भगिनी तर्हि अस्तु अग्रे महोदय सुखम् विजेता पुरस्कारं लभते विनेन विजेता अस्ति खलु विजेत्रा पुरस्कारः लभ्यते पुरस्कारः समीचीनमस्ति विजेत्रा तत् बहु अति उत्तमं पितामाता तथा एव अग्रे भगिनि सन्ततिः प्रतिष्ठा विन्दते सन्तीत्या प्रतिष्ठाः विन्द्यते सन्ततिः निर्धनः धनं याचते निर्धनेन धनं याच्यते धनं समीचीनम् अस्तु अग्रे महोदय शिष्येण गुरुः सेवते समीचीनम् अग्रे महोदय जनाः इन्द्रजालं वीक्षन्ते जनैः इन्द्रजालं उक्तवान् वीक्ष्यते हा परन्तु हा समीचीनं समीचीनमस्ति महोदय अग्रे महोदय शिशुः आहारम् अपेक्षते शिशुना आहारः अपेक्ष्यते अपेक्षेते अप् अधिकम् इक्ष् अधिकं य अधिकं ते इति अस्ति अस्तु इति अस्ति हा सरिता भगिनी बालः चित्रम् आलोकते बालेन चित्रम् आलोक्यते समीचीनमस्ति आलोक्यते लोक्यते अस्तु समीचीनम् अग्रे महोदय आवाद्येयां धातुः प्रयाञ्जानष्टान्तः चेत् याकाराद्यो जनेन कर्माणि रूपं सिद्धयति यथा सिद्ध्यति सिद्ध्यति यथा तथा यथा लक्ष्यति लक्ष्यते अधिकं या अधिकं ते रक्ष अधिकं लक्ष्यते खादति खाद्यते खाद् अधिकं खाद् अधिकं या अधिकं ते खाद्यते खाद्यते इति अस्ति अस्तु समीचीनम् अग्रे भगिनि येषां धातूनां कर्तरिप्रयोगे यत् दृश्यते तेषां धातूनां कर्मणि प्रयोगे एकः एव यकारः दृश्यते एकारः इत्युक्ते एक एव यकारः अस्ति यकारस्य द्वित्वं नास्ति यकारद्वयं न भविष्यति एकमेव पश्यतु खलु हा हा हा चुरादिगणे ये पदाः सन्ति यत्र यकारः अस्ति धातु यकारं ते क्षाल् अतः रसः नास्ति वा नास्ति वा किन्तु केषां मनसि तथा भ्रान्तिः अस्ति खलु तस्य निवारेण दत्तमस्ति जायते यय नास्ति एकं य अस्ति जायते हा हा हा हा अस्तु अग्रे यथा शालयति शाल्यते अधस्तनवाक्यानि सावधानतया पठत कर्तरी प्रयोगः कर्मणि प्रयोगः सः दुर्गुणां त्यजति तेन दुर्गुणः त्यज्यते इति अस्ति अग्रिमं करोतु कार्यकर्ता गीतं गायति गाधातु कार्यकर्ता गीतं गीयते अस्तु अस्तु अद्य महोदय हा कार्यकर्ता अस्ति खलु तृतीया कर्ता इति तथा समीचीनं तत्र गा गै इति धातु इति मन्ये अतः सूत्रम् अस्ति खलु यदि गै अस्ति ऐ अस्ति चेत् आयते कर्मणि रूपे ऐ अस्ति आय आयते अतः गीयते इति समीचीनम् अस्ति गीयते समीचीनम् अत्र धातु गायति गा नास्ति समीचीनं तथा न गा इति नास्ति गै इति धातुः अस्ति न तु गा गै इति धातुः अस्ति इति महोदयस्य प्रश्नः आसीत् अग्रे तर्हि आम्ररसं पिबामि पाधातु मया आम्ररसः पीयते तत्र पाधातुः समीचीनम् अस्ति अस्तु अग्रे समापयतु महोदय तत्र लौचिकः वस्त्रं मा धातु कौचिकेन वस्त्रं नीयते मा जानाति वा शौचिकः इत्युक्ते किं करोति शौचिकः इत्युक्ते यः किं करोति महोदय प्रक्षालनं वा किं करोति महोदय सज्जिका तत्र अस्ति अभ्यासपुस्तके अपि अस्ति खलु वस्त्रं यः वस्त्रं निर्मायति सः सौचिकः खलु इति अस्ति समीचीनम् अस्ति सूची अस्ति खलु सौचिकः कृषिकः यथा खलु मा इत्युक्ते मापति अथवा यदि अस्तु अग्रे मेशर् सर्वे सर्वे उपहारान् ददति सर्वैः उपहाराः दीयन्ते सा दीयन्ते नायकः नेतृत्वं विददाति दातु नायकेन नेतृत्वं विधीयते इति अस्ति अस्तु अस्तु समीचीनम् अग्रे महोदय आकारान्तानां धातूनां कर्मणि प्रयोगे दीर्घ इति भवति प्रवर्तनं दि उदाहरणानि गुणं यथोचित धातुरूपेण सिच् स्थानानि उदयत गायनेन गायकेन गायकेन गायकेन गीतं गैधातु गीयते गायकेन गीते गीते गीयते गीतानि गीयन्ते अभिमं करोतु कुम्भकारेण घटः समाधातु निर्मायते निर्मीयते निर्मीयते घटौ निर्मीयते घटः निर्मीयन्ते समीचीनम् अग्रे महोदय सम्पादके पत्रिका नास्ति गतेन केन सम्पादके पत्रिका दा पत्रिके पत्रिकाः दातु दायते किं लिखितमस्ति महोदय अत्र दीयते दीयते घटौ पत्रिके दीयते किमस्ति अत्र पश्यतु दीयते पत्रिकाः दीयन्ते दीयते दीयते दीयते अत्र पश्यतु एकवचनं बहुवचनं पुनः वदतु स्पष्टतया दीयन्ते समीचीनम् अस्तु अस्तु अस्तु सत्य भगिनी अग्रे तेन कार्यं विधीयते तेन कार्ये विधीयते तेन कार्याणि विधीयन्ते समीचीनमस्ति अत्युत्तमम् अस्तु अग्रे महोदय वास्तु कीयते संयासीना वस्तूनि कीयते संयासीना वस्तूनि कीयते समीचीनमस्ति अस्तु तत्र जहीयते वा जहियते अस्ति खलु भगिनी जहाति जहाति अपि तृतीयवर्णे अस्ति न दा धातु समान ददाति जहाति तर्हि किं किं वदति भवती संज्ञासिना वस्तु जहीयते वस्तूनि जही जहीयेते वस्तूनि जहीयन्ते तर्हि ददाति अस्ति खलु तर्हि पश्यामः ददाति अथवा पीवति अथवा जहाति तर्हि अस्माकं सूत्रं किम् अस्ति धातुः अधिकं य अधिकं ते खलु अत्र धातुः किम् अस्ति तर्हि जकारः किम् आगच्छति भगिनि भवती उक्तवती पदमस्ति भगिनी किम् उक्तवती तत्र द्वित्वम् अस्ति खलु समीचीनम् अस्ति तृतीयगणे अस्ति परन्तु धातु हीयते इति खलु हीयते इति भवति सम्यक् वा हीयते हीयेते हीयन्ते समीचीनम् अस्ति अत्युत्तमं तर्हि जहाति वा प्रायः ददति खलु इति अर्थः प्रायशः प्रायशः जहाति अर्थं किं भगिनी दृष्ट्वा वदति वा सरिता भगिनी दृष्ट्वा वदतु अनन्तरम् अस्तु अस्तु अस्तु अग्रे विशेषक्रियापदानि कर्तरि कर्मणि च प्रथमपुरुषस्य एकवचनरूपम् उच्चैः पठत धातुः जी कर्तरि जयति कर्मणि जीयते धातुः क्री कर्तरि क्रीणाति कर्मणि क्रियते क्षी कर्तरि चिनोति कर्मणि चीयते नि कर्तरि नयति कर्मणि नीयते अस्तु अस्तु अग्रे महोदय अधीते अधीयते कृ करोति क्रियते शृणोति श्रूयते धरति क्रियते स्वापयतु स्वापयतु तु स्तौति स्तूयते शृणोति श्रूयते यै ध्यायति ध्यायते तृ धरति क्रियते क्रियते इति अस्ति शृणोति इत्युक्ते एवं सन्ति अस्तु अस्तु अग्रे अग्रे किमस्ति अवधेयमस्ति खलु अवधेयं महोदय करोति वा अवधेयम् इकारान्तानाम् उकारान्तानां च धातूनां कर्मणि प्रयोगे दीर्घं रूपं भवति यत्र यथा धातु जी अस्ति चेत् जीयते हस्वजि परन्तु कर्मणि रूपे दीर्घं भवति जीयते तदेव अस्तु उकारमस्ति हस्व उकारं परन्तु कर्मणि क्रियापदे तु इति दीर्घं भवति स्तूयते ईकारान्तानाम् ऊकारान्तानाम् इत्युक्ते दीर्घं यदि दीर्घम् ईकारान्तम् ऊकारान्तम् अस्ति चेत् धातूनां कर्मणि प्रयोगे दीर्घं रूपं भवति इत्युक्ते तिष्ठति दीर्घमस्ति चेत् तथा एव तिष्ठति किमपि नास्ति खलु नीयते दूयते भिन्नं कोऽपि नास्ति यदि ऋकान्तस्य धातोः अस्ति चेत् तत्र रि इति भवति. उदाहरणं कृ धातुः अस्ति, कृ अत्र ऋकारान्तम् अस्ति, तस्य स्थाने क्रि इति भवति. क्रु रु स्थाने रि, क्रु स्थाने क्रि अत्र उदाहरणं. तदेव एतत् ऋकारान्तम् अस्ति चेत् तत्र ईदिति भवति. तृ तृ धातु तरति इति वयं जानीमः, तरतिपदस्य धातु तृ. तृ अस्ति चेत् तीर्यते ईर् एकमि ईर् इति भवति. ईर् तीर्यते, तीर् तीर् अस्ति खलु. तीर्यते. अन्ते अत्र ऐकारान्तम् अस्ति चेत् आ इति भविष्यति, व्यय् अस्ति चेत् ज्ञायते इति भवति. अस्तु, समीचीनं तर्हि. अस्तु अग्रे महोदय. अभ्यासवाक्यानि कर्मणि वाक्यद्वयेन परिवर्तयत. परिवर्तयत प्रयोग सम्यक् प्रयोग. रक्षकः शत्रून् जयति, रक्षीन् शत्रुवः जीयन्ते. अवगच्छति वा? अवगच्छति खलु. अस्तु अग्रिमं करोतु. भक्ता पुष्पाणि चिनोति, भक्तया पुष्पाणि चीयन्ते. चीयन्ते अस्तु, बहुवचने अस्ति खलु. अस्तु अग्रे महोदय. शिक्षिका ग्रन्थम् अधीते, शिक्षिकया ग्रन्थो अधीयते. वदतु धातुः किमस्ति? धातु एवं वा? अधीयते इति अस्ति. अत्र धातु इ वा अथवा अधि उपसर्ग इति धातु मन्ये इ अस्ति, इ वर्तते. अधि धातु धा अस्ति न, अधि धा धातुः अस्ति, उपसर्गरूपे अस्ति, अकारः उपसर्गः अस्ति. तर्हि अधीयते इति भवति. समीचीनम् अग्रे भगिनी. अधिकारिन्पद् अस्ति अत्र, हलन्तनकारान्तपद् अस्ति. अधिकारिणा विचाराः श्रूयन्ते. समीचीनमस्ति, अत्युत्तमम्. अग्रे सा लेखनीं क्रीणाति, तया लेखनी क्रियते. समीचीनम् अग्रे. सेवकः स्यूतान् नयति, सेवकेन स्यूताः नयति नयन्ति. अग्रे. सचिवाः कार्यं कुर्वन्ति, सचिवैः कार्यं क्रियन्ते. पूर्णवाक्यं वदतु. क्रियन्ते, क्रियन् पूर्णवाक्यं. सचिवैः कार्यं क्रियते. किमर्थं क्रियते? किमर्थं कार्यं एकवचनं. तर्हि एकवचने भवति क्रियते. अग्रे महोदय. बालिकाः वस्त्रं धरन्ति बालिकाभिः वस्त्रं क्रियते समीचीनम् अग्रे महोदय वरः कन्यां गृह्णाति वरेण कन्या म्रियते समीचीनम् अग्रे महोदय सैनिकः नदीं तरति सैनिकेन नदीं नदीं नद्या तरन्ति किं नदी स्पष्टतया वदतु महोदय स्पष्टतया कृपया सैनिकेन सैनिकेन केन अस्ति केन सैनिकेन नदी अत्र दत्तमस्ति अत्र दत्तमस्ति त्रु अत्र दत्तमस्ति महोदय उपरि अपि दत्तमस्ति वदतु क्रियते सैनिकेन नदी नदी पीयते इति पीयते पुनः वदतु सैनिकेन नदी तीर्यते इति अस्ति अर्थमवगच्छ इति सूत्रम् अवगच्छति महोदय खलु एकं द्वे एकं कर्तरि त्रीणि एकम् एकं कर्मणि अर्थं जानाति चेत् अन्यत् सर्वं सुलभमेव त्रिधातुः त्रिधातुः तीर्यते इति भवति कर्मणि प्रयोगः अस्तु समीचीनम् अस्तु अत्युत्तमम् अग्रे भगिनी भक्तः देवं ध्यायति भक्तेन देवः ध्यायते समीचीनम् अग्रे महोदय भाषणकारः विषयां प्रस्तावयति भाषणकारेण विषा प्रस्तूयते प्रस्तूयते अत्र दत्तमस्ति खलु स्तूयते स्तूयते अस्तु अग्रे भगिनि वयं गीतानि शृणुमः अस्माभिः गीतानि श्रूयन्ते समीचीनमस्ति यूयं सत्कार्यं कुरुतः युष्माभिः सत्कार्यं कुरुते क्रियते अस्तु समीचीनम् अग्रे महोदय एतिः भगवन्तं स्तौति एतिना भगवान् श्रूयते यतिः यतिः अस्ति मुनिः इव भगवान् श्रूयते समीचीनमस्ति भगवान् इति भवति प्रथमा एकवचने भगवान् समीचीनम् अस्तु अग्रे महोदय अवधेयं यदि धातुः आरम्भे वा दृश्यते तर्हि तस्य उ इति परिवर्तनं भवति वदतु वद वदति उच्यते इति वदतु तत्र वच् वक्ति वाप् वकति उच्यते ऊह्यते ऊह्यते ऊह्यते ऊह्यते अकारमस्ति यकारमस्ति अग्रे उपसर्गः अस्ति चेत् आह्वयति आहूयते आहूयते दीर्घः भवति इति अस्ति अस्तु अग्रे अभ्यासः करोतु करोतु महोदय विन्दु महोदय करोतु द्वयं यथोचितं कर्मणि प्रयोगेण रिक्तस्थानानि स्थानानि पूरय श्रूयत वद वच आ अहे शिक्षकेन सह उच्यते उच्यते उच्यते उच्यते तत्र किं लिखितमस्ति इति पश्यतु प्रथमे वद इति धातुः अस्ति चेत् त्रीणि एकमेकं शिक्षकेन सह उच्यते तदनन्तरं वच् अस्ति चेत् उच्यते शिक्षकेन सह उच्यते तदनन्तरं शिक्षकेन सह आहूयते आहूयते आहूयते त्रीणि एकमेकम् आहूयते सः अस्ति तत्र खलु अस्तु समीचीनम् अग्रे सरिता भगिनी तौ शिक्षकेन शिक्षकेण तौ वद् अस्ति चेत् उद्येते वच् धातु अस्ति चेत् उच्येते आ अधिकवे अस्ति चेत् आहूयते आहूयते आहूयते आहूयते आहूयते समीचीनम् अस्तु अद्य महोदय शिक्षकेन ते स्तूयन्ते शिक्षकेन ते उच्यन्ते शिक्षकेन ते आहूयन्ते समीचीनम् अत्युत्तमम् अग्रे भगिनि शिक्षकेन त्वं उच्यते शिक्षकेन त्वं उच्यते शिक्षकेन त्वम् आहूयते शिक्षकेन युवाम् उद्येते शिक्षकेन युवाम् उच्येते शिक्षकेन युवाम् आहूयते समीचीनम् अग्रे महोदय समापयतु शिक्षकेन यूयम् उद्यद्वे शिक्षकेण यूयम् उच्यद्वे शिक्षकेण यूयम् आहूयद्वे शिक्षकेण अहम् उद्ये शिक्षकेण अहम् उच्ये शिक्षकेण अहम् आहूये समीचीनम् शिक्षकेण आवां विद्यावहे शिक्षकेण आवां विद्यावहे शिक्षकेण आवाम् शिक्षकेण वयं विद्यामहे शिक्षकेण वयम् इच्छामहे शिक्षकेण वयम् आहूयामहे इति अस्ति अस्तु समीचीनम् अग्रे महोदय उचितैः कर्मपदैः रिक्तस्थानानि क्रियत उपायनानि जलं देशः बीजानि बालः सेवकाः त्वं पुष्पम् अहं प्रकृतिः आभूषणानि देवः यूयं गुणम् अस्तु किमपि नास्ति अत्र कोऽपि प्रयोगः इति तस्य नास्ति खलु दृष्ट्वा वक्तुं शक्यते किमपि अस्तु वदतु बीजानि उच्यन्ते अतिथिना कर्मकरेण न उक्तवान् खलु अतिथिना जलं पीयते महिलया आकूषणानि क्रियन्ते अस्तु अग्रे महोदय कुत्र भवान् तर्हि प्रथमं तृतीयं पञ्चमम् एवमेवं कृतं तर्हि द्वितीयमपि अस्ति खलु महोदय अहं लिखामि कविना अस्तु कविः प्रकृति अस्तु समीचीनम् अग्रे अत्र अत्र करोतु एकवारं तत्र कुशलमहोदय सर्वं सैनिकेन रक्ष्यते सैनिक देशः देशः रक्ष्यते अस्तु अस्तु समीचीनम् अस्तु सरिता भगिनी अग्रे धेनुभिः करोतु तदनन्तरम् अग्रे धेनुभिः तृणं चर्व्यते अस्तु अग्रिमं पित्रा त्वम् आयु आहूयसे मया पञ्जते अस्तु अस्तु मया खलु मया उक्तवान् अधिकारिणापि उक्तवान् तर्हि कर्मकरेण मित्रेण दृष्टेन एवं भगिन्या इदानीम् अभवत् खलु इति आवश्यकम् अस्तु महोदय करोति वा कर्मकरेण उपायनानि किमपि किमपि अत्र कोऽपि नियमः नास्ति खलु किमपि उपायनानि न भवति वा किमर्थं कर्मकरः भारः भवति भारं भवति किमर्थम् इत्युक्ते बहुवचने अस्ति केवलं भारः भारः भवति भारः उच्यते समीचीनम् अस्ति अग्रे मित्र भगिनी करोतु अत्र अत्र किमपि नास्ति खलु अस्य पदस्य अर्थं जानाति चेत् अत्र स्थापयतु अन्य किमपि नास्ति अस्तु अग्रे भगिनी मित्रेण उपायनानि हा इति समीचीनम् अस्ति अस्तु अग्रिममपि करोतु तुष्टेन अहं अस्तु अस्तु समीचीनमस्ति अग्रिमं करोतु महोदय तत् भगिन्या अस्तु अधिकारिणा सेवकाः सूच्यन्ते अग्रिमं तु भगिनी कृतवती खलु अस्तु समीचीनमस्ति अस्तु तर्हि अस्माकं कथा नाभवत् कथा नाभवत् खलु समयः अस्ति वा कथा पठितुं शक्यते कथा पठितुं शक्यते तदनन्तरं समयः अस्ति चेत् भावे प्रयोगः अपि कर्तुं शक्यते अस्तु तर्हि कथा समापयामः अद्य अद्यतनविषयः अस्ति अस्तु महोदय आरम्भं करोति वा एतत् सम्भाषणम् उच्चैकतया कर्म कर्मणि प्रयोगः वर्तमानकाले कश्चन प्रधानाचार्यः कश्चन प्रधानाचार्यः संस्कृतकार्यक्रमेषु महती आसक्तिः तस्य सः विद्यालये अध्यापकानाम् एकां गोष्ठीम् आहूय कार्यक्रमाणां सन्दर्भे चर्चां करोति प्रधानाचार्यः इत्युक्ते अत्र चित्रे पश्यति खलु पश्यन्ति खलु प्रधान आचार्यः अत्र अस्ति शिक्षकाः अत्र सन्ति अत्र चर्चा भवति प्रधानाचार्य आचार्यः गुरुस्य इति पदं नास्ति महोदय गुरु इति बालकस्य इति नास्ति गुरुः इति पदमस्ति षष्ठी विभक्ति किं महोदय गुरुणां अध्यक्षः अस्ति अध्यक्षः अस्ति तस्य गुरुः नास्ति मित्रः अस्ति खलु मित्रः उपरि इति नास्ति उपरि इति न भवति खलु इति तत्र मित्रमस्ति तत्र मित्रमस्ति तस्य दायित्वमस्ति परन्तु उपरि नास्ति आचार्य प्रधानाचार्य हा इति अस्ति प्रधानाचार्यः इति उच्चैः न सन्ति तत्र अस्तु अस्तु अग्रे महोदय प्रधानाचार्यः वदति प्रधानाचार्यः महोदय राजेन्द्रः अस्तु संस्कृतसप्ताहस्य आचरणसन्दर्भे अस्माभिः प्रतिवर्षं बहवः कार्यक्रमाः क्रियन्ते अस्मिन् वर्षे अपि कार्यक्रमाः क्रियन्ते खलु इति अर्थमपि वदतु महोदय प्रथमे संस्कृतसप्ताह इति प्रतिवर्षे कार्यक्रमं कुर्वन्तः तत्र आचरणम् इति सप्ताहम् आचरणम् इति करिष्यते तत्सन्दर्भे अस्माभिः प्रतिवर्षं बहवः कार्यक्रमाः क्रियन्ते तत्र सप्ताहम् इत्युक्ते सप्तदिनाः सन्ति तत्सन्दर्भे बहवः कार्यक्रमाः एकम् एव नास्ति बहवः कार्यक्रमाः भविष्यन्ति प्रतिवर्षे अस्मिन् वर्षे अपि कार्यक्रमाः क्रियन्ते खलु अस्माभिः क्रियन्ते खलु अस्तु समीचीनमस्ति महोदय तत्र प्रथमवाक्ये कर्मणि प्रयोगः अस्ति प्रथमवाक्ये किम् अस्ति वदतु प्रथमवाक्ये कर्मणि प्रयोगः न वक्तुं शक्यते चेत् भगिनी वदति अस्तु किम् अस्ति कर्मणि प्रयोगः अस्माभिः कार्यं तृतीयाविभक्ति प्रतिवर्षं प्रतिवर्षम् इति न आवश्यकं कर्मपदमस्ति किम् प्रतिवर्षं कार्यक्रमाः इति अस्ति खलु कार्यक्रमाः अस्माभिः कार्यक्रमाः क्रियन्ते अस्माभिः अस्ति खलु इति तृतीयाविभक्ति कर्मपदस्य प्रथमाविभक्ति प्रथमाविभक्ति कार्यक्रमाः क्रियापदं किम् क्रियापदं समीचीनं क्रियन्ते क्रियन्ते किमर्थं बहुवचनं किमर्थं बहुवचनं कर्मपदस्य कर्तृपदं कर्मपदस्य वचनं पुरुषः अनुसरति खलु कर्मपदः कार्यक्रमाः बहुवचनं तर्हि क्रियन्ते कृधातुः बहुवचनं क्रियन्ते इति अस्ति समीचीनं कर्तरीरूपं कोऽपि वदति हा भगिनी वदति कर्तरीरूपं वदतु अस्माभिः कार्यक्रमाः क्रियन्ते इति कर्मणि प्रयोगः कर्तरि वदतु वयं कार्यक्रमं चिन्तयतु एकं द्वे एकं वयं कार्यक्रमः वयं कुर्मः समीचीनं परन्तु कर्मपदं कर्मपदं किं भवति कर्मपदस्य विभक्ति किं विभक्ति पुलिङ्गं बहुवचनं तर्हि कार्यक्रमः इति प्रथमा एकवचनमस्ति कार्यक्रमः इदानीं वदतु पूर्णवाक्यं वयं कार्यक्रमान् कुर्मः इति अस्ति अत्युत्तमम् अस्तु समीचीनम् अस्तु अर्थम् अवगच्छति वा महोदय अर्थम् अत्र अस्ति हेड् मास्टर् अत्र सन्ति टीचर्स् इति सः वदति कार्यक्रमः फङ्क्षन्स् वि डु लाट् आफ़् फङ्क्षन्स् सो दिस् इयर् आल्सो वि डु लाट् आफ़् फङ्क्षन् इति अस्ति खलु अस्तु अस्तु महोदय अग्रे निश्चयेन श्रीमन् अस्मिन् वर्षे प्रथमदिनस्य कार्यक्रमाय कार्यक्रमाय हिन्दीभाषा मास्तु संस्कृतं भवति खलु अस्तु कार्यक्रमाय पञ्चमवर्गस्य छात्राः सज्जीकृताः विद्यालयस्य पुरतः मार्गे स्थित्वा तैः सर्वेषां कलाते तिलकं धार्यते संस्कृतसप्ताहस्य उपाशयाः उच्यन्ते अस्तु प्रथमार्थम् अनन्तरं रूपं किमस्ति वक्तव्यमस्ति शीघ्रं शीघ्रम् अवश्यं श्रीमन् आम् कः वदति कः वदति राजेन्द्रः राजेन्द्रः कः शिक्षकः अस्ति वदति आं श्रीमन् कार्यक्रमं भवति कुर्मः कार्यक्रमः भवन्ति प्रथमदिने कार्यक्रमाय क्रमाय विभक्ति चतुर्थे पञ्चमवर्गस्य षष्ठी विभक्ति छात्रा प्रथमाय भवतु सज्जीकृताः संयोजनं करोतु सज्जीकृताः इत्युक्ते किम् अस्ति अर्थं आयोजनं कृतवन्तः अस्तु अग्रे विद्यालयस्य पुरतः विद्यालयस्य पुरतः मार्गे स्थित्वा स्थातु स्थित्वा तैः सर्वेषां ललाटे शुल्कं धार्यते अतिथिः समीचीनं धार्यते धातुः धातुः धातु वदतु महोदय धा अस्ति चेत् धीयते भवति खलु अत्र ध्रुव अस्ति धार्यते समीचीनम् अत्र रूपाणि वदन्तु तत्र धार्यते दत्तमस्ति वाक्यं वदतु तत्र कर्मणि प्रयोगः वाक्यं किमस्ति एवं तस्य कर्तरि अपि वक्तव्यमस्ति अस्तु वदतु ध्रियते इति भवति धार्यते धारयति वा ध्रियते धातुः सम्यक्तया उक्तवान् महोदय ध्रुवत्वे ध्रियते धरति तिलकं सर्वेषा तिलकं धार्यते तत्र अर् भवति खलु अर् दीर्घमस्ति चेत् अग्रिमपि धरति ध्रियते इति अस्ति परन्तु तत्र अर् भवति महोदय अर् यथा तृ इति अस्ति तथा अन्यधातुः अस्तु तृ इव अस्ति तृ अस्ति चेत् तर्यते अन्यत् धातुः तथा धृ दीर्घमस्ति चेत् धायते एतद्ध्रुवं भिन्नमस्ति एतद् भिन्नमस्ति ह्रस्व अर्थं न जान पश्यामः द्रष्टव्यमस्ति अर्थं किमस्ति द्रष्टव्यमस्ति धरणम् इति अस्ति केवलम् अत्र वाक्यं पठित्वा जानीमः परन्तु रूपं भिन्नम् अस्ति महोदय. किं त्रीणि कुत्र तृतीया विभक्तिः अस्ति? कर्मणि प्रयोगः वदतु प्रथमं महोदय. संक्षिप्त कर्मणि वाक्यम् एवम् एवं करिष्यामः. कथायाः कोऽपि अर्थं तु न आवश्यकं. सर्वे एकमेकं वाक्यं पठित्वा तत्र कर्मणि किमस्ति कर्तरि किमस्ति तत् वदामः चेत् प्रायः समयस्य सदुपयोगः भवति. अस्तु अस्तु अस्तु एकनिमिषं महोदय, भवान् चिन्तयतु. अस्तु अग्रे महोदय, भवान् प्रथमाचार्यः. अस्तु अग्रे महोदय, भवान् अत्र अभयः अभयः अत्र पश्यति वा? अस्तु अग्रे सरिता भगिनी, भवती प्रधानाचार्यः, तत्र मनसि चिन्तयतु तत्र कर्मणि किं कर्तरि किं वाक्ये. भगिनी पुनः अभयः, महोदय सेवता, एवं महोदय प्रधानाचार्यः. श्वेता, हा किमपि महोदय, भवान् प्रधानाचार्यः. अग्रे कुर्मः तदाधारेण अग्रे गच्छामः. तर्हि मनसि चिन्तयतु आगमिष्यति अग्रे अपि. महोदय वदतु. सर्वेण ललाटे तिलकं धारयति. महोदय त्रुटिः अस्ति तत्र, वाक्यं दत्तमस्ति. तृतीयाभिभक्ति किम् अस्ति तस्मिन् वाक्ये? सर्वे तैः दत्तमस्ति तत्र खलु. तृतीयाभिभक्ति किं दत्तमस्ति इति तृतीया कर्तृपदम् तैः तिलकं धारयते इति अस्ति कर्मणि. कर्तरि वदतु. पञ्चलोकस्य छात्राः कर्तरि तत्र तत्र कर्तरि वदतु. तैः त्रीणि एकमेकम् उक्तवान्, इदानीं कर्तरि वदतु. ते तौ तौ ते ललाटे तिलकं ध्रूयन्ते. समीचीनम् इति अस्ति. अस्तु अग्रे कर्तरि उक्तवान्. संस्कृतसाहित्य साहित्यस्य अपि तत्र दत्तमस्ति. तत्र वर्तते तैः तैः इति प्रयोगः किं इति प्रयोगः किं कर्मणि कर्मणि एव कर्तरि वदतु. उच्यन्ते इति किम् अस्ति? वदन्ति पूर्णवाक्यं वदतु. पूर्णवाक्यं त्रुटिः अस्ति भगिनी वदतु. छात्रैः द्वितीया विभक्ति सामूहिक कुत्र अस्ति? कुत्र अस्ति भवत्याः इदानीं नास्ति अत्र. महोदय सम्यक्तया न वदति. सुभाषयाः किमर्थं महोदय? कर्मपदस्य का विभक्ति? कर्मणि प्रयोगे कर्मपदस्य का विभक्ति? तथा कर्तरि प्रयोगे तर्हि तर्हि वदतु. तर्हि अहं प्रश्नं पृच्छामि तत् खलु. इति भवति इति अहं मन्ये. वदतु. इति अस्ति खलु. सुभाषयान् वदतु इदानीं. ते सुभाषयान् उच्यन्ति इति अस्ति. वदन्ति उक्तवान् सः वदन्ति पुनः इदानीं मनसि चिन्तयतु भवतः गौरवः अग्रे आगमिष्यति अग्रिमपुटे अस्तु अग्रे महोदय गदराचार्यः समीचीनम् एतत् अभयवर्य भवता किं चिन्त्यते अत्र कर्मणि प्रयोगः किम् अस्ति तदनन्तरं भवता किं चिन्त्यते भवता तृतीयविभक्ति प्रथमविभक्ति भवान् श्वः चिन्तयति भवान् किं समीचीनमस्ति खलु किं समीचीनमस्ति तस्य परिवर्तनं भवान् किं चिन्तयति इति अस्ति समीचीनम् अत्युत्तमम् अग्रे महोदय न जानाति वा भवान् जानाति एव अत्र दत्तः किमर्थं द्वितीये दिने मया गीतस्मरण आयोज्यते अत्र एकं वाक्यमस्ति कर्मणि प्रयोगे किमस्ति वदतु तृतीया विभक्ति कुत्र प्रथमा कुत्र कर्म कर्तृपदस्य तृतीया विभक्ति वदतु वाक्यं आयोज्यते क्रियमाणं क्रियपदं तर्हि कर्मणि प्रयोगे वाक्यं वदतु अत्र लिखितमस्ति कर्मणि प्रयोगे वाक्यं मया गीतस्मरण आयोज्यते इति कर्मणि वाक्यं लिखितमस्ति कर्तरि इदानीं वदतु मया गीतास्पर्धा आयोज्यते इति त्रीणि एकमेकं कर्मणि प्रयोग कर्तरि अहं गीतास्पर्धा एकं द्वे द्वितीया स्पर्धां अहं गीतस्पर्धाम् आयोजयामि इति अस्ति स्पर्धां इति अस्ति समीचीनम् इदानीं महोदय अग्रिमम् अत्र सर्वे लिखितमस्ति तत्र चिन्तयतु इदानीं चिन्तयतु अग्रे भगिनी सरिता भगिनी अग्रे तस्मिन् कार्यक्रमे कैः कैः भागः गृह्यते तत्र त्रीणि एकम् कैः कैः भागः गृह्यते कः कौ ते कः कौ ते के भागं गृह्णन्ति के भागं गृह्णन्ति इति तस्मिन् कार्यक्रमे के भागं गृह्णन्ति बहुवचने अस्ति समीचीनमस्ति अत्युत्तमम् अग्रे भगिनि इदानीं छात्रः आगच्छति परन्तु छात्रैः लिखितमस्ति खलु छात्रैः अस्ति छात्राः स्तूयते अस्ति खलु अत्र दत्तमस्ति स्तूयते तत्र हा कथा समीचीनं किं किं भवति परन्तु बहुवचनं विशेषरूपेण द्रष्टव्यमस्ति मम मनसि अस्ति यथा आगच्छन्ति तत्र प्रस्तुवन्ति स्तूवकारः आगच्छति वा गच्छति गच्छन्ति परन्तु शृणोति शृण्वन्ति वकारः आगमिष्यति खलु तर्हि स्तुवन्ति वा वकारः आगमिष्यति प्रासः प्रस्तुवन्ति छात्रैः अस्ति खलु अस्तु अग्रे महोदय सप्तमवर्गस्य छात्रैः देशभक्तिगीतं गीयते छात्रैः देशभक्तिगीतं गीयते इति कर्मणि प्रयोगः तर्हि छात्राः देशभक्तिगीतं गायन्ति इति अस्ति समीचीनम् अग्रे महोदय तृतीयदिनसंस्कृतभारत्याः विज्ञानप्रदर्शिनी आयोज्यन्ते खलु अत्र तैः छात्रैः विज्ञानप्रदर्शिनी आयोज्यन्ते कर्तरि छात्राः विज्ञानप्रदर्शिनीम् आयोजयन्ति परन्तु अत्र आयोज्यते अस्ति खलु आयोज्यते आयोजयन्ति छात्राः खलु समीचीनं कर्तरि अस्तु अस्तु अत्यन्तम् अस्तु अग्रे गौरवः महोदय चतुर्थे दिने तु श्रावण तर्हि एकनिमिषः महोदय गौरवः तदनन्तरं पङ्कजा सरिता भगिनी पङ्कजा प्रधानाचार्यः विनोदमहोदय सर्वे महोदय भगिनी केन निरूह्यते तत्र महोदय अलिङ्कयते अस्तु तदनन्तरं गौरवः एवं पङ्कजा महोदय गौरवः पङ्कजा तत्र समापयामः अग्रिमं बृहत् वाक्यमस्ति तत् त्यजामः समयः अस्ति चेत् करिष्यामः अस्तु अस्तु समीचीनं तर्हि गौरवः गौरवः चतुर्थे दिने तु श्रावणपूर्णिमा अतः सर्वैः परस्परं रक्षाचित्रं पठ्यते पञ्चमे दिने अष्टम वर्गस्य छात्रैः तत्र तत्र वीथिनाटकं प्रदर्श्यते अस्तु अस्तु प्रथमवाक्यद्वयं सर्वे रक्षासूत्रं पठ्यते अस्तु प्रयोगः कः प्रयोगः प्रयोगः किं कर्तरि वा कर्मणि वा कर्तरि वदतु सर्वै सर्वे परस्परान् परस्परमिदानीं नास्ति खलु परस्परमिति त्यजतु तत् न आवश्यकं खलु सर्वे रक्षासूत्रं पठयन्ति बध्यते अस्ति खलु बध्यते धातुः किं बध् धातुः तत्र बद् धातुः अत्र पश्यतु, बद् धातुः अत्र पश्यतु, तत्र किं दत्तमस्ति? बद् धातोः किं भवति इति द्रष्टव्यमस्ति. धीयते अस्ति वा किम् अस्ति अत्र? बद् धातुः अस्ति, बद् धातुः बध्नोति वा, अर्थं किमस्ति बध्नोति? एवं वा? अस्तु अस्तु तर्हि अस्तु, अर्थम् अर्थं तत्र आवश्यकमस्ति. अस्तु अस्तु अस्तु, अग्रिमं करोतु महोदय, अग्रिमं. प्रदर्शयन्ति खलु, प्रदर्शयन्ति इति अस्ति. अस्तु अग्रे भगिनी पङ्कजा. आम् षष्ठे दिने सर्वैः छात्रैः शोभायात्रा क्रियते. अत्र सर्वैः छात्रैः शोभायात्रा क्रियते, त्रीणि एकम् एकं. सर्वनाम अस्ति अत्र. सः तौ ते सर्वः सर्वौ सर्वे सर्वे छात्राः शोभायात्रां कुर्वन्ति. समीचीनम्. अग्रिमम्. तदर्थं केन वस्तूनि सङ्गृह्यन्ते? त्रीणि एकमेकं. केन वस्तूनि सङ्गृह्यन्ते? एकं द्वे एकं. कः कः कः कं केन? त्रिचा विभक्ति कः शब्दस्य, कः प्रश्नार्थकसर्वनामस्य. कः वस्तूनि पुंसकलिङ्गे अस्ति चेत् प्रथमद्वितीय समानमेव. कः वस्तूनि सङ्गृह्णन्ते अस्ति अस्ति कर्तरिप्रयोगे सङ्गृह्णाति. केन फलकानि लिख्यन्ते? अत्र त्रीणि एकमेकम्. एकं द्वे एकं. कः फलकानि लिखन्ति लिखति कः फलकानि लिखति केन कुत्र नेतृत्वं विधीयते? केवलं सर्वं निश्चितव्यं. त्रीणि एकमेकमस्ति. केन नेतृत्वं विधीयते? केन कः एकं द्वे एकं. कः नेतृत्वं विधायति इति एवं सर्वं निश्चितव्यं. निश्चेतव्यं. निश्चेतव्यं. हा क्षम्यतां. निश्चेतव्यम्. समीचीनम्. अत्युत्तमम्. अत्युत्तमम्. अग्रे प्रधानाचार्यः कः? प्रधानाचार्यः साधु साधु यदि सर्वैः मिलित्वा निश्चीयते तर्हि तर्हि अत्र त्रीणि एकमेकं कर्मणि प्रयोगे अत्र कर्मपदम् इति सर्वैः कर्तृपदं सर्वैः कर्तृपदं सर्वे केवलं त्रीणि एकमस्ति. वदतु. सर्वे निश्चयन्ति निश्चयन्ति. हा निश्चयन्ति. समीचीनं समीचीनं समीचीनम्. अस्तु अस्तु अस्तु अग्रे महोदय. सर्वे आम् अस्माभिः कथा एव क्रियन्ते कर्माणि प्रयोग अस्ति अस्माभिः अस्माभिः स्वयं कथयाम करोमः वयं कुर्मः कुर्मः क्रमपदमत्र न दत्तमस्ति. अस्तु अग्रे भगिनि. केन निरूप्यते कर्मपदं नास्ति. कः कः निरूपति अति समीचीनम्. अग्रे महोदय. मया मञ्चः अलङ्कारः खलु. अस्तु अलं करोति इति अस्ति. वदतु. अहं मञ्चम् अलङ्करोमि इति अस्ति. समीचीनम् महोदय. मया सर्वाणि अपेक्षितानि वस्तूनि आनीयन्ते. अहं वस्तूनि आनयामि. समीचीनम् अग्रिमम्. आवाभ्यां कार्यक्रमार्थं छात्राः सज्जीक्रियन्ते. आवां छात्रां सज्जीकुर्वः. समीचीनं समीचीनम्. अन्तिमं पङ्कज महोदय करोतु. गीतानां रागसंयोजनाय मस्य निर्देशनाय च सङ्गीतशिक्षिकया साहाय्यं क्रियते किम्? कर्तृपदं किम् अस्ति वदतु. भगिनी सहायं करोति अथवा वदति महोदय न वक्तुं शक्यते चेत्. अस्तु महोदय. किं कर्तृपदं किम् अस्ति? तर्हि वदतु कर्मणि प्रयोगे वाक्यं वदतु. सहायं क्रियते किम् अस्ति तत्र खलु. कर्मपदं दृश्यते, कर्तृ क्रियापदमपि दृश्यते. किमस्ति भवति भगिनि वदतु. कर्तृपदं किं? कर्तृपदं तृतीया विभक्तौ भवति खलु. अत्र कर्मपदं दत्तमस्ति क्रियते. तर्हि किं भवति महोदय वदति वा? सहायं क्रियते कर्मपदम् एवं क्रियापदं दत्तमस्ति. अस्माभिः इति भवति खलु. सा मिलित्वा इति वदति. समीचीनं. तर्हि इदानीम् अभवत्. वदतु अस्माभिः सहायं क्रियते इति कर्मणि प्रयोगे अस्ति. अस्माभिः तस्य एकवचनम् अहम् अस्ति वा? एवं वा? एवं वा भगिनी? वयं इति अस्ति खलु. तत्र सङ्गीतशिक्षिकया सहायं क्रियते किम्? अस्माभिः परन्तु सङ्गीतशिक्षिकया किमर्थं तृतीया किमर्थं शिक्षिकया तृतीया द्वितीयं प्रथमे सङ्गीतशिक्षिका सहायं करोति वा इति शक्यते. सङ्गीतशिक्षिकया सहायं क्रियते किं? सङ्गीतशिक्षिका सहायं करोति. इति भवति। वयं न पठितवन्तः कथायाः अर्थं न ज्ञातवन्तः, तथा अस्ति चेत् तथा भवितुमर्हति। अस्तु, अग्रिमे वाक्ये बहवः अन्ये प्रयोगाः सन्ति, गृहपाठरूपेण कर्तुं शक्यते तत्। अन्य कोऽपि प्रश्नः अस्ति वा? सर्वे जानन्ति तर्हि, इदानीं तु निपुणाः खलु, अभ्यासम् आवश्यकं वा? अस्तु अस्तु, निश्चयेन। अस्तु तर्हि अस्तु, सूचना अस्ति आगामिसप्ताहे कक्षा न भवति महोदय, भवान् न कर्तुं शक्यते, नापि न आगन्तुं शक्यते आगामिसप्ताहे न, परन्तु हा हा जून् त्रिंशत् दिनाङ्के कक्षा भवति, भगिनी करोति, तदनन्तरं तु सम्यक्तया चलति एव। एवं वा भगिनी? सरिता भगिनी भवती आगमिष्यति? आमाम्। अस्तु अस्तु, तर्हि आगामिसप्ताहे कक्षा नास्ति, अहम् ई पत्रं प्रेषयामि, परन्तु आगामिसप्ताहे कक्षा न भवति। इच्छन्ति चेत् अत्र आगत्य पठितुं शक्यते, परन्तु आगामिसप्ताहे कक्षा नास्ति, तत्र त्रिंशत् दिनाङ्के जून् 30th भगिनी पाठयति, अत्र आगत्य कक्षा भवति तत्र तदनन्तरम्। अस्तु, केवलम् आगामिसप्ताहे कक्षा नास्ति। अस्तु अस्तु, तर्हि नमस्कारः, मिलामः, धन्यवादः।